पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 97 नारद उवाच ये देवैर्निर्जिताः पूर्वं दैत्याः पादालसंस्थिताः ते हि भूमण्डलं जादा निर्भयास्तमुपासितुं कदाचिच्छिन्नशिरसं राकुं दृष्ट्वा स दैत्यराट पप्रच्च भार्गवं विप्रं केनेदं विहितं प्रभो भार्गवस्तस्य शिरसश्चेदं राहोशशंसः अमृतार्थं समुद्रस्य मथनं देवकारिदं रत्नापहरणं चैव दैत्यानां च पराभवं तच्छ्रुत्वा क्रोधरक्ताक्षस्वपितुर्मथनं तदा सदूतं प्रेषयामास खस्मरं शक्रसन्निधौ दूतस्त्रिविष्टपं गत्वा सुधर्मां प्राप्य सत्वरं गर्वादखर्वमौलिस्तु देवेन्द्रं वाक्यमब्रवीद दूत उवाच जलन्धरेऽब्धितनयः सर्वदैत्यजनेश्वरः दूतोऽहं प्रषितस्तेन स यदाह शृणुष्व तद् कस्मात् त्वया मम पिता मधिदः सागरोद्धृणा नीतानि सर्वरत्नानि तानि शीघ्रं प्रयच्छ मे यदि दूतवच श्रुत्वा विस्मितस्त्रिदशाधिपः उवाच खस्मरं घोरं भयरोषसमन्वितः ईश्वर उवाच शृणु दूतमया पूर्वं मथितः सागरो यथा अद्रयो मद्भयाभीदाः स्वकुक्षिस्तास्तथा कृदाः अन्येऽपि मद्विषस्तेन रक्षिता दिदिजास्तथा तस्मात्तद्रत्नजातं तु मयाप्यपहृतं किल शङ्खोऽप्येवं पुरा देवानद्विषत्सागरात्मजः ममानुजेन निहदः प्रविष्टः सागरोदरं तद्गच्छ कथयस्वास्य सर्वं मथनकारणं नारद उवाच इत्थं विसर्जितो दूतस्तदेन्द्रेणागमद्गृहं तदिन्द्रवचनं दैत्य राजाया कथयत्तदा तन्निशम्य तदा दैत्यो रोषात् प्रस्फुरिताधरः उद्योगमकरोत्तूर्णं सर्वदेवजिगीषया तदोद्योगे सुरेन्द्रस्य दिग्भ्यः पादालतस्तथा दिदिजा प्रत्यपद्यन्त शतशकोटिशस्तथा अथ शुम्भनिशुम्भाद्यैर्बलाधिपतिकोटिभिः गत्वा त्रिविष्टपं दैत्यो युद्धायाधिष्ठितोऽभवद् निर्ययुस्त्वमरावत्या देवा युद्धाय दंशिताः पुरमावृत्य तिष्ठन्ति दृष्ट्वा दैत्यबलं महद तद समभवद्युद्धं देवदानवसेनयोः मुशलैः परिखैर्बाणैः गदा परशुशक्तिभिः तेऽन्योन्यं समधा वेदां जघ्नतुश्च परस्परम् क्षणेना भवतां सेने रुधिरौखपरिप्लुते पतितैः पात्यमानैश्च गजाश्वरथपत्तिभिः व्यराजधरणे भूमिः सन्ध्याभ्रपटलैरिव तत्र युद्धे हदान् दैत्यान् भार्गवस्तु दधिष्ठयद विद्यया मृदजीविन्या मन्द्रितैस्तोयबिन्दुभिः देवास्तत्र तथा युद्धे जीवयेन्दङ्गिरः सुतः दिव्यौषधिः समानीय द्रोणदेश्याः पुनः पुनः दृष्ट्वा देवांस्तथा युद्धे पुनरेव समुद्धितान् जलन्धरक्रोधवशो भार्गवं वाक्यमब्रवीद जलन्धर उवाच मया देवाहदा युद्धे उत्तिष्ठन्ति कथं पुनः तव सञ्जीवनी विद्या नैवान्यत्रेति विश्रुतं भृगुरुवाच दिव्यौषधिः समानीय द्रोणाद्रेरङ्गिरासुरान् जीवयत्येष वै शीघ्रं द्रोणाद्रिं समपाहर नारद उवाच इत्युक्तः सदुदैत्येन्द्रो नीत्वा द्रोणाचलं तदा प्राक्षिपत् सागरे तूर्णं पुनरागान् महाहवम् अथ देवान् हदान् दृष्ट्वा द्रोणाद्रिमगमद्गुरुः तावत्तत्र गिरीन्द्रं तं न ददर्श सुरार्चितः ज्ञात्वा दैत्यहृदं द्रोणं विषण्णो भयविह्वलः आगत्य दूराद्व्याजह्रे श्वासाकुलितविग्रहः पलायध्वं पलायध्वं नायं जेतुं हि शक्यते रुद्रांश सम्भवो ह्येष स्मरध्वं शक्रचेष्टितं श्रुत्वा तद्वचनं देवा भयविह्वलितास्तदा दैत्यैस्तैर्वध्यमानास्ते पलायन्त दिशो दश देवान्विदारितान् दृष्ट्वा दैत्यसागरनन्दनः शङ्खभेरी जयरवैः प्रविवेशामरावतीं प्रविष्टे नगरं दैत्ये देवाः शक्रपुरोगमाः सुवर्णाद्रिगुहां प्राप्य न्यवसन् दैत्यतापिताः ततश्च सर्वेष्वसुराधिकारेष्विन्द्रादिकानां विनिवेशयत्तदा शुम्भादिकान् दैत्यवरान् पृथक् पृथक् स्वयं सुवर्णाद्रिगुहामगात्पुनः इति श्रीपात्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये अमरावती विजयो नाम सप्तनवतितमोऽध्यायः ॐ